गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासः इत्यस्मिन् प्रकरणे स्मः तत्र सामग्र्यः के काः इति ज्ञात्वा गते वर्गे सव्यभिचारः अनेकान्तिकः सः त्रिविधः इति प्रथमविधप्रभेदः हेत्वाभासस्य तत्र साधारण असाधारण उपसंहारिभेदात् त्रिधा विभक्ता भवति सव्यभिचारः इति हेत्वाभासः तत्र अस्माभिः अधीतं तत्र साधारणः इत्युक्ते किम् असाधारणः इत्युक्ते किम् अपि च विरोधः तन्मध्ये विरोधः अपि अस्माभिः अधीतं तत्र किमुक्तम् इति चेत् यद् व्याप्यमस्ति तदेव हेतुः भवति इति वयं जानीमः सद्हेतुः इत्युक्ते किम् इति चेत् यस्मिन् पक्षधर्मता अस्ति अपि च व्याप्तिः अपि अस्ति इति द्वौ गुणौ यस्मिन् हेतौ अस्ति सः एव सद्हेतुः इति अधीतं तर्हि इदानीं व्याप्यः उचितव्याप्यः कः इति चेत् यस्मिन् पुनः द्वौ गुणौ स्तः साध्यसामानाधिकरण्यम् अपि च साध्य अभावत् अवृत्तित्वम् इति गुणद्वयं धर्मद्वयं यस्मिन् व्याप्ये भवति सः एव सद्व्याप्यः इति यदि उभयमपि साध्यसमानाधिकरण्यं साध्य अभावत् अवृत्तित्वम् उभयमपि व्याप्ये नास्ति तर्हि तादृशव्याप्यः इत्युक्ते हेतुः विरुद्धः इत्युच्यते इति अधीतम् यदि साध्य अभावत् अवृत्तित्वम् अस्ति किन्तु साध्यसामानाधिकरण्यं नास्ति साध्यसामानाधिकरण्यं नास्ति चेत् तादृशव्याप्यः असाधारणः इति भवति यदि साध्यसामानाधिकरण्यम् अस्ति किन्तु साध्य अभावत् अवृत्तित्वम् एव नास्ति तादृशव्याप्यः हेतुः साधारणः इति अस्माभिः अधीतम् तर्हि इदानीं 50-200-तमपुटे स्मः तत्र यद्यपि इति एतदेव विषयं पुनः दत्तमस्ति एकवारं पठित्वा अग्रे गच्छामः रमेश महोदय आरम्भं करोति वा यद्यपि इति यद्यपि असाधारणादयः तत् उपन्यासे एव वक्तुम् उचिताः तथापि बुद्धिवैशद्याय प्रकारान्तरेण व्याख्याकरणात् तत्र च साध्यसामानाधिकरण्यं साध्य अभाववत् अवृत्तित्वम् उभयं यत्र अस्ति तद् व्याप्यः साध्यसामानाधिकरण्यं साध्य अभाववत् अवृत्तित्वम् उभयस्य अभावः विरुद्धः साध्य अभाववत् अवृत्तित्वम् अस्ति साध्यसामानाधिकरणं करण्यं नास्ति तत् असाधारणः साध्य समानाधिकरण्यम् अस्ति साध्य अभाववत् अवृत्तित्वं न अस्ति तत् साधारणः यत् पूर्वं पठितं तदेव अस्ति तत्र तर्हि गुणद्वयं किम् इति वदति वा प्रथमम् साध्य अभाववत् अवृत्तित्वम् एकमस्ति साध्यसामानाधिकरण्यं द्वितीयमस्ति उभयमपि एकस्मिन् व्याप्ये अस्ति चेत् तत् किं तद् व्याप्तिः भवति व्याप्यः व्याप्तिः नास्ति व्याप्यः व्याप्यः इत्युक्ते हेतुः हेतुः अस्तु उभयमपि नास्ति चेत् विरुद्धः असाधारणः नाम किम् असाधारण इत्युक्ते साध्य अभाववृत् अवृत्तित्वम् अस्ति परन्तु साध्य सामानाधिकरण्यं नास्ति तद् असाधारणः उत्तमं साधारणः इत्युक्ते साध्य सामानाधिकरण्यम् अस्ति परन्तु साध्य अभाववत् अवृत्तित्वं नास्ति उत्तमम् इति मनसि चिन्तनीयम् अस्ति अस्तु अग्रे पठतु महोदय इति एवं विदः विद उपपादनसौकर्यम् इति एवं विद विद उपपादनसौकर्यं पर्यालोच्य तया एव रीत्या लिखितम् अस्तु अग्रे तथा च प्रकरणादौ पर्वतः वह्निमान् प्रमेयत्वात् इत्यत्र उपन्यस्तः प्रमेयत्वरूपः हेतुः चतुर्थप्रकारः भवति अर्थात् साधारणः भवति तस्मिन् यद्यपि साध्यसामानाधिकरण्यं वर्तते साध्य अभाववत् अवृत्तित्वं न अस्ति वह्नेः वह्निः प्रकृते साध्यं साध्यभावः वह्न्यभावः तद्वान् जलह्रदः तन्निरूपितवृत्तित्वम् एव अस्ति प्रमेयत्वं प्रमेयत्वे तस्य हि केवलान्वयित्वं केवल अन्वयिप्रकरणे निरूपितम् अतः सर्वत्र विद्यमानं तत् सुतरां हृदये अस्ति इति प्रमेयत्वहेतुः साधारणः भवति साध्य अभाववत् वृत्तित्वं तत्र अस्ति इति तद् अभावरूपव्याप्तिः न तत्र सम्भवति अतः अभिधेयत्व अभिधेयत्वं वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववत् इति ज्ञानं भ्रमः अग्रेपि तादृशबुद्धिं प्रति पूर्व उक्तरीत्या हेतुवभासज्ञानं प्रतिबन्धकं भवति तादृशप्रतिबन्धकतयाः लक्षणे प्रयोजनं सम्प्रति पश्यामः अस्तु तर्हि भवानेव स्वचिन्तनं करोति वा अत्र पर्वतः वह्निमान् प्रमेयत्वात् यत्र पक्षः कः पर्वतः साध्यं किं वह्निः क्षम्यतां हेतुः कः प्रमेयत्वम् अस्तु तर्हि इदानीं साध्यसामानाधिकरण्यम् अस्ति वा इति परिशीलयतु साध्यसामानाधिकरणम् अस्ति वा साध्यं साध्यः वह्निः वह्नि सामानाधिकरण्यं वह्नेः अधिकरणम् अपि च हेतौ अधिकरणं यदि समानं भवेत् तर्हि हेतौ सामानाधिकरण्यं भवति साध्यसामानाधिकरण्यम् इति साध्य इत्युक्ते वह्निः वह्नेः अधिकरणम् अपि च हेतोः अधिकरणं यदि समानं भवेत् तर्हि समानाधिकरण्यं हेतौ भवति इति तादृशमस्ति किम् वह्नेः अधिकरणं वह्नेः अधिकरणं कुत्रापि भवितुम् अर्हति. हेतु किं प्रमेयत्वं, प्रमेयत्वं भवितुम् अर्हति इति मा वदतु. अत्र अधिकरणं किम् इति निश्चयित्वा तदनन्तरमेव हेतुः तत्र अस्ति वा इति द्रष्टव्यं खलु. तर्हि अधिकरणं भवति तत्र. हा सत्यं. तर्हि वह्निः इति साध्यस्य अधिकरणमस्ति अस्मिन् सन्दर्भे पर्वतः. पर्वतः पर्वते किमस्ति, पर्वते प्रमेयत्वम् अस्ति वा इति द्रष्टव्यम्. हा प्रमेयत्वं तु सर्वत्र अस्ति एव. सत्यं. तर्हि पर्वते अपि प्रमेयत्वम् अस्ति, तर्हि सामानाधिकरण्यम् अस्ति. साध्यसामानाधिकरण्यं सर्वदा साध्यसामानाधिकरण्यम् अस्ति. हा उत्तरम्. साध्यसामानाधिकरण्यं प्रमेयत्वे अस्ति इति निरूपितम्. अस्तु, इदानीं साध्य अभाववत् अवृत्तित्वम् अस्ति वा इति पश्यतु. साध्य अभाववत्, साध्य इत्युक्ते वह्नि, वह्नि अभावः, वह्नि अभाववत् इत्युक्ते जलह्रदः अभाववत् हृदः. वृत्तित्वं हृदे यत् विद्यमानजले जले अस्ति वृत्तित्वं. वह्नि साध्य अभाववत् वृत्तित्वं, साध्य अभाववत् अवृत्तित्वं खलु. साध्य अभाववत् साध्य अभाववत् इत्युक्ते इदानीं हृदः तावत् प्राप्तं खलु. अस्तु, तर्हि हृदे केषां वृत्तित्वमस्ति? जलस्य वृत्तित्वम् अस्ति. हा कस्य वृत्तित्वं नास्ति? वह्नेः वृत्तित्वं नास्ति. प्रमेय वृत्तित्वं परन्तु तत् प्रमेयत्वस्य किं न अत्र भवान् वह्नेः वृत्तित्वं नास्ति इति मा वदतु. साध्य अभावः वह्नि अभावः, वह्नि अभाववत् ह्रदः. ह्रदे जलस्य वृत्तित्वमस्ति किन्तु किं नास्ति? प्रमेयत्वस्य अवृत्तित्वं नास्ति एव. तदेव वक्तव्यं खलु. साध्य अभावत् अवृत्तित्वं कुत्र भवेत्? प्रमेयत्वे भवेत् खलु. प्रमेयत्वं प्रमेयत्वे भवेत् तत् नास्ति. हा किन्तु प्रमेयत्वे साध्य अभावत् वृत्तित्वमेव प्रमेयत्वे अस्ति. किमर्थं? प्रमेयत्वं हृदे अस्ति इति कृत्वा यथा हृदे जलमस्ति तथा प्रमेयत्वमपि जले अस्ति इति कृत्वा साध्य अभाववत् अवृत्तित्वं नास्ति प्रमेयत्वे. बुद्धं खलु? आम् महोदय. हा इति कृत्वा निगमनं किं तर्हि? तर्हि एतत् साधारणहेतु अभासः इति. हा साधारणव्यभिचारः इति. साधारणव्यभिचारः नो चेत् साधारणहेत्वाभासः इति अपि वक्तुं शक्यते. अत्र एकः विषयः चिन्तनीयः अस्ति. अतः अभिधेयत्वं, तत्र किमर्थम् अभिधेयत्वस्य विषये चिन्तनं? प्रमेयत्वं प्रायः तत् प्रमेयत्वमेव भवेत् इति. हा प्रमेयत्वमेव भवेत् किन्तु एकनिमिषम् अहं पुनः पठामि. अतः सर्वत्र विद्यमानं तत् सुतरां हृदे अस्ति इति प्रमेयत्वहेतुः साधारणः भवति. साध्य अभाववत् अवृत्तित्वं, साध्य अभाववत् वृत्तित्वं तत्र अस्ति इति तद् अभावरूपव्याप्तिः न तत्र सम्भवति. सत्यम्. अतः अभिधेयत्वं वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववत् इति ज्ञानं भ्रमः. तत्र प्रमेयत्वम् इति भवेत्, अभिधेयत्वम् इति नास्ति. परिष्कुर्वन्तु. अस्तु, समीचीनं. तर्हि पर्वतः वह्निमान् प्रमेयत्वात् इत्यत्र कीदृशः हेतु आभासः निरूपितः इति चेत् साधारणव्यभिचारः निरूपितः हेतौ प्रमेयत्वे इति आगतम्। अस्तु अग्रे गच्छामि, धन्यवादः महोदय। अग्रे सतिभौम भगिनी पठति वा? आं महोदय। तत् भवती अवगतवती खलु एतावत्पर्यन्तम्? आं महोदय अवगतवती। पुनः एकवारं वदति वा? आम्। हा नमस्कारः स्वामी महोदय, प्रष्टव्यं किम्? तदनन्तरं पृच्छामि। अस्तु अस्तु, पुनः एकवारं प्रदर्शयतु भगिनी। अस्मिन् परिच्छेदे साधारणहेतोः विवरणं दत्तमस्ति, पर्वतः वह्निमान् प्रमेयत्वादिति। प्रथमं साध्यसामानाधिकरणं करण्यम् अस्ति वा इति पश्यामः। विशेष्यमस्ति पर्वतः, तस्मिन् तदस्ति अधिकरणं, तस्मिन् अधिकरणे साध्यम् अस्ति वा, वह्नि अस्ति तस्मिन्नेव अधिकरणे इदानीं चेदुः अस्ति वा इति चेत् प्रमेयत्वस्य सर्वत्र विद्यमानत्वात् तदपि अत्र अस्ति। सो साध्यसामानाधिकरणं प्राप्तम्, इदानीं साध्यसामानाधिकरण्यं प्राप्तम्। साध्यसामानाधिकरण्यं कुत्र प्राप्तम्? साध्य अधिकरणे, साध्यस्य अधिकरणे हेतुः अपि अस्ति इति पर्वते अस्ति द्वौ। किन्तु साध्यसामानाधिकरण्यं कुत्र प्राप्तमिति चेत् प्रमेयत्वे प्राप्तम् इति वक्तव्यं। प्रमेयत्वे साध्यसामानाधिकरण्यम् अस्ति, प्रमेयत्वे इति वक्तव्यम्। हेतुः तदेव व्याप्यः खलु, तदा एव हेतु आभासः निरूपितः भवति। ओके, सर्वं हेतुपर्यन्तम् आनीतव्यम्। अतः एव हेत्वाभासः इति। ओके, हेतौ आभासः कल्पनीयः खलु। ओके, इदानीं प्रमेयत्वे इदानीं साध्यसामानाधिकरण्यम् अस्ति। द्वितीयमस्ति साध्य अभाववत् वृत्तित्वम्, अभाववत् वृत्तित्वम् अभाववत् आवृत्तित्वं भवेत्। इदानीं साध्यम् अस्ति वह्निः, साध्य अभावः अस्ति वह्नि अभावः, वह्नि अभावस्य वृत्तित्वं कुत्र अस्ति इति चेत् जलहृदः। पुनः तद् सः दोषः कृपया मा करोत्, स वह्नि अभावस्य वृत्तित्वम् इति मा वदतु। पुनः पृच्छतु महोदय। भवती किम् उक्तवती? साध्य अभाववत् अवृत्तित्वम् इति उक्तवती खलु, तत् समीचीनम्। इदानीं साध्यं किम्? वह्निः। तर्हि साध्य अभावः इत्युक्ते वह्नि अभावः, तदनन्तरं साध्य अभाववत् इति अस्ति खलु, तत् त्यक्तवती भवती। साध्य अभावस्य वृत्ति, वह्नि अभावस्य अवृत्तित्वम् इति तत्र गतवती। न न न, स्पष्टता अस्ति, वादने दोषः भवतु, अतः परिष्करोतु। साध्य अभाववत् यदस्ति यस्मिन् अधिकरणं तत् अस्ति जलं, जलेन जलं हृदः, हृदः साध्य अभाव अधिकरणं वक्तव्यं, ऋकारः न वक्तव्यम्, हृदः हृदः। ओके, हृदे कस्य कस्य विद्यमानत्वम् अस्ति इति चेत् मीनाः, जलजन्तवः ये अस्ति ते अत्र ये सन्ति ते हृदे वर्तते, किन्तु अत्र साध्य अभाव तत्र प्रमेयत्वम् अपि वर्तते। प्रमेयत्वं न भवेत् किन्तु अस्ति, अस्ति इति कृत्वा साध्य अभाववत् अवृत्तित्वं नास्ति, वृत्तित्वमेव अस्ति। उत्तमम्, उत्तमं, बहु उत्तमं। साध्य अभावत् अवृत्तित्वं नास्ति इति वक्तव्यम्, हृदे प्रमेयत्वम् अस्ति इति कृत्वा वृत्तित्वमेव अस्ति, अवृत्तित्वं नास्ति। तर्हि साध्यसामानादिकरण्यं निरूपितं, साध्य अभावत् वृत्तित्वम् अवृत्तित्वं न निरूपितम् इति कृत्वा प्रमेयत्वं साधारणहेत्वाभासः भवति इति. उत्तमं. स्वामी महोदय पृच्छतु, तदनन्तरं सत्यभाम भगिनी अग्रे पठतु. महोदय, वेरि फण्डमेण्टल् क्वेश्चन्. पर्वतः वह्निमान् प्रमेयत्वात् तत्र धूमत्वात् इति किमर्थं न दत्तं, किमर्थं प्रमेयत्वात् इति? इदानीं हेत्वाभासप्रकरणे वयं स्मः. तर्हि कोऽपि वदति पर्वतः वह्निमान् प्रमेयत्वात् इति हेतुं ददाति. स च हेतुः उचितहेतुः नास्ति इति अस्माभिः निरूपणीयम्. दोषहेतुः दुष्टहेतुः प्रमेयत्वात् इति पर्वते वह्नेः निरूपणार्थं प्रमेयत्वम् इति हेतुः न स्वीकरणीयम्. धूमः इति हेतुः एव समीचीनहेतुः अस्ति. किन्तु सः वदति एतादृशं, पर्वतः वह्निमान् प्रमेयत्वात् इति वदति, तस्य निराकरणं करणीयं खलु. महोदय, मम प्रश्ने तत्र प्रमेय इति इत्युक्ते यत् निरूपणीयं वस्तु, तत् प्रमेयम् इति, प्रमेयम् इत्युक्ते यद् यद् ज्ञायते तत्. प्रमेयः इत्युक्ते ज्ञानस्य विषयः, प्रमेयत्वम् इत्युक्ते विषयत्वम् इति अर्थः. प्रमेयत्वं हेतुत्वेन स्वीकृत्य पर्वते वह्निः अस्ति इति अनुमानं कर्तुम् इच्छति कोऽपि, सः एवं वदति पर्वतः वह्निमान् प्रमेयत्वात् इति अनुमानवाक्यं वदति. तत्र दोषः अस्माभिः निरूपणीयः अस्ति. इदानीं कथं दोषः निरूपितः इति चेत्, तत्र यद्यपि साध्यसामानाधिकरण्यम् अस्ति, साध्यं वह्निः यस्मिन् पर्वते अस्ति तस्मिन् पर्वते हेतुः प्रमेयत्वमपि अस्ति इति अहम् अङ्गीकरोमि, किन्तु साध्य अभावत् अवृत्तित्वं नास्ति, व्याप्तिः नास्ति इति कृत्वा एषः हेतुः दुष्टहेतुः इति. साध्यसामान्याधिकरण्यम् अस्ति इत्युक्ते साध्यं तु वह्निः अस्ति, वह्निः पर्वते अस्ति इति अङ्गीकारं वह्निः अस्ति इति नास्ति खलु? न, भवितुमर्हति, नास्ति इत्यपि नास्ति खलु. तद् तद् अङ्गीकरणेदपि हेतो एव अस्ति, भवितुमर्हति नार्हति तद् निश्चयेन वक्तुं न शक्नोमि इति वा? न, अत्र स्वीकुर्मः पर्वते वह्निः अस्ति इति स्वीकुर्मः, किन्तु यदि अत्र पर्वते वह्निः अस्ति इति वस्तुस्थितिः इति स्वीकुर्मः, किन्तु सः किं करोति इदानीं, समीचीनहेतुं न प्रयोगं करोति. तत्र हेतौ दोषः कल्पनीयः. प्रमेयत्वम् इति हेतुं स्वीकृत्य पर्वते वह्निः अस्ति इति न वक्तुं शक्यते, भवितुम् अर्हति. तर्हि वयं किं वदेम, भोः अहम् अङ्गीकरोमि पर्वते वह्निः अस्ति इति अङ्गीकरोमि, तथापि साध्य अभावत् अवृत्तित्वं नास्ति इति कृत्वा एतद् एतद् अनुमानम् असमीचीनम् इति. महोदय, ऐ वास् थिङ्किङ्ग् असत् एव, दिस् इस् नाट् अ ट्रू स्टेट्मेण्ट् अट् आल्. स्टेट्मेण्ट् इस् नो, वि आर् कन्सीडिङ्ग् द स्टेट्मेण्ट्, इट् इस् ओके. पर्वतः वह्निमान् प्रमेयत्वात् इत्यत्र हेतौ दोषः अस्माभिः कल्पनीयः अस्ति, हेत्वाभासः कल्पनीयः, तदर्थम् एतादृश उदाहरणं स्वीकृतम्. किन्तु यद् न अवगतं, वेन् हि इस् मेकिङ्ग् द इनिशियल् स्टेट्मेण्ट् प्रमेयत्वात्, सः प्रमेयत्वात् इति पदं किमर्थं प्रयुक्तं तत्र इति यः प्रतिपादनं करोति? No, I'm not able to follow your question. The padartha nama asti kalu mohode tatra dhumatvat. Instead of dhumatvat, no, why he is using prameyatvat? See, because he wants to, that is the hetu he is taking. I can say anything I want. Parvataha vanhiman, jalat, iti. Tadapi maya vaktum shakyate. But you have to find out where is the problem. You have to somehow explain to me that if I say jalat or if I say prameyatvat, tatra doshaha asti, taha doshaha mayana buddhyate. तर्हि एतदेव दोषः साध्य अभावत् अवृत्तित्वं नास्ति साध्य अभावत् अवृत्तित्वं भवेद् तदा एव व्याप्तिसिद्धिः भवति इति एतत् सर्वम् अस्माभिः पठितम् अतः प्रमेयत्वम् इति दोषपूर्णहेतुः अस्ति पर्वतः अभिधेयः प्रमेयत्वात् इति अस्ति चेत् तत्र समीचीनहेतुः अस्ति इत्युक्ते प्रमेयत्वम् इति यदा कदापि यस्मिन् तस्मिन् सन्दर्भे हेतुः न भवति इति नास्ति अस्मिन् सन्दर्भे पर्वते वह्नि वह्नेः निरूपणार्थं प्रमेयत्वं दुष्टहेतुः अस्ति किमर्थं साध्य अभावत् वृत्तित्वमस्ति तस्मिन् न तु साध्य अभावत् अवृत्तित्वम् इति कृत्वा व्याप्तिः न निरूप्यते यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः भवेत् किन्तु इदानीं यत्र यत्र साध्याभावः ह्रदः वह्नेः अभावः ह्रदे अस्ति यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः नास्ति किमर्थं प्रमेय ह्रदेः प्रमेयत्वम् अस्ति इति कृत्वा व्यतिरेकव्याप्तिः अत्र न सिद्धः अस्ति सिद्धा अस्ति इति कृत्वा अत्र दोषः कल्पितः महोदय द्वितीयं वृत्तित्वं तत्र विद्यमानत्वम् इति वा नास्ति चेत् आधेयत्वम् इति वाट् इस् द डिफरेन्स् बिट्वीन् विद्यमानत्वम् आधेयत्वम् हरिः ओम् विद्यमानत्वं दृश्यते इति अस्ति इति तत्र आधारादय अनुमानमस्ति खलु महोदय अनुमाने किम् अस्ति भवान् किं वक्तुम् इच्छति स्पष्टतया वदतु साध्याभाववृत्तित्वं पुनः वदतु साध्याभाववद्वृत्तित्वं साध्याभाववद् वृत्तित्वम् साध्यमिति वह्निः साध्य अभावः इति वह्नि अभावः साध्य अभाववत् इति ह्रदः तस्मिन् ह्रदे प्रमेयत्वम् अस्ति वा न वा प्रमेयत्वं धूमः नास्ति प्रमेयत्वम् अस्ति नास्ति वा ह्रदे ह्रदः भवान् जानाति वा न वा ह्रदः जानामि हा तर्हि प्रमेयत्वं ह्रदः प्रमेयः अस्ति खलु विषयः अस्ति ज्ञानस्य विषयः अस्ति तर्हि प्रमेयत्वम् अस्ति एव अपि च केवलान्वयस्थले सर्वं प्रमेयम् इति अस्माभिः अधीतं खलु तर्हि प्रमेयत्वस्य अभावः इति किमपि अपि नास्ति अप्रसिद्धः इति अपि अधीतं खलु सर्वं प्रमेयमेव तर्हि सर्वत्र प्रमेयत्वमस्ति इति कृत्वा ह्रदे अपि प्रमेयत्वम् अस्ति एव किन्तु न भवेत् यदि ह्रदे यदि प्रमेयत्वं हेतुत्वेन उपयोक्तुम् इच्छामः तदा साध्य अभाववति प्रमेयत्वं न भवेत् यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः भवेत् किन्तु अस्ति इति कृत्वा प्रमेयत्वम् इति हेतुः दुष्टहेतुः महोदय बुद्धं खलु अस्तु महोदय धन्यवादः You see, this Hetva Bhasa, this is how the discussion is going to be. In all the examples that we are going to discuss, we are going to somehow find the fault with the Hetu. That this is not a proper Hetu to be used in order to prove the Sadhyam, in order to do Anumanam. This is not a proper Hetu. We have to prove that. Tadeva Hetva Bhasa hai ti. So, always there will be a problem in every example that we are going to discuss. Tarhi kimartam prameyatvam iti prayuktam yat kimapi maya prayuktam shakyate. Kintu तादृश हेतुः समीचीनं वा न वा यु सी वन्स् वि लेट् मी सी वन्स् वि फिनिश् द हेत्वाभासप्रकरण देन् ऐ विल् कम् अप् वित् अ सेट् आफ् अनुमानवाक्यस् as exercise. You have to look at those anumanavakyas and then figure out where the problem is and what kind of problem is. It needs to be proven. Abhyasaha karaniya. Because only then we will be able to apply this knowledge in Vedanta. Asu. Agre gachema. Prathamam pathayani prakimasti. महोदय अत्र एका शङ्का महोदय अत्र विरुद्ध इति हेतुः अस्ति किल महोदय अत्र विरुद्ध हेतु उदाहरणमस्ति पूर्वमेव अस्ति महोदय इदानीमेव शङ्का उदितं 240 पेज् मध्ये इट् सेस् सोरि पर्वतः वन्यमान् जनत्वात् इति किल अत्र भवती पक्षः पर्वतः साध्यः वह्निः जल इति हेतु अत्र द्वे निकषा भवेत् किल निकषाद्वयं भवेत् प्रथमं तु साध्यसमानाधिकरण्यं नास्ति तत्तु समीचीनं साध्य अभाववत् अवृत्तित्वस्य अभावः अपि भवेत् यदि वयं तदा स्वीकुर्मः वदतु साध्य अभाववत् अवृत्तित्वम् अवृत्तित्वस्य अभावः न न अवृत्तित्वस्य अभावः नास्ति वृत्तित्वस्य अभावः नो चेत् अवृत्तित्वम् टेक्स्ट् बुक् मध्ये अपि 250 पेज् मध्ये लिखितमस्ति साध्यसमानाधिकरण्यं साध्य अभाववत् अवृत्तित्वम् उभयस्य अभावः विरुद्धः हेतु इति हा सत्यं तत्सु सेम् साध्य अभाववत् अवृत्तित्वं तस्य अभावः अस्तु अस्तु अस्तु हा then if you say sadhya is ghata sorry sadhya is paksha is ghata then sadhya is vanni vanni abhava vrittitvam ghate ek nimisham atra anumana vakyam vadatu anumana vakyam asti parvatah vanniman jalatvat iti parvatah vanniman jalatvat astu अत्र तद्विरुद्धः हेतुः अस्ति अत्र साध्य साध्य समानाधिकरण्यं नास्ति किमर्थं चेत् यत्र जलः हृदे अस्ति इति कृत्वा पर्वतः पर्वते सोरि यत्र वह्नि अस्ति तत्र जलः नास्ति इति कृत्वा साध्यसमानाधिकरण्यं नास्ति साध्य अभाववत् वृत्तित्वं वृत्तित्वस्य अभावः निरूपणीयम् अत्र साध्य अभावः पुनः वदतु पुनः वदतु साध्य अभाववत् अवृत्तित्वस्य अभावः न प्रथमम् अत्र तादृशं मा वदतु तत्रैव क्लेशः भवति साध्य अभाववत् अवृत्तित्वं निरूपणीयं खलु अस्ति वा न वा इति पश्यतु तस्य अभावः किल साध्य अभाव फैनलि इति तत्रैव क्लेशः भवति भवत्याः मनसि साध्य अभाववत् अवृत्तित्वं भवेत् खलु तदस्ति वा न वा इति परिशीलयतु हा ओके साध्यः अस्ति वह्निः वह्नि अभावः वह्नि अभाववत् यदि वयं इन् द एक्साम्पल् वी हेव् टेकन् ह्रदा इन्स्टेड् आफ् इन् द बुक् इन्स्टेड् आफ् टेकिङ्ग् ह्रदा इफ् वि टेक् घट देन् साध्य अभाववत् वृत्तित्वं घटे साध्य अभाववत् घटः साध्य अभाववत् असाध्य घटे विद्यमानस्य अवृत्तित्वं जले घटे विद्यमानस्य अवृत्तित्वम् इति न वक्तव्यं समीचीनतया वदतु घटः इति अधिकरणम् इदानीं साध्यस्य अधिकरणं साध्य अभावस्य अधिकरणं घटः खलु हा महोदय तद् आदिनः अत्र जलः न जलं न भवति अतः साध्य अभाववत् अवृत्तित्वं जले अस्ति तद् घट घट अवृत्तित्वं जले अस्ति किमर्थं घटस्य विषये भवती चिन्तयति इदानीं I just wanted to give a different example because see, if we are only sticking with Hrada, then we will be able to prove it by saying that Hrade Dharatyavrittitvam Asti Iti Vahyam Vaktum Shakyate Parantu Atra Vanni Abhavaha Kevalam Hrade Na Asti Kila Atra Ghate Api Bhavitu Marhatiya Atah Eva, if you take that example, then this condition is not met, is my point. Astu Vadatu. Ahamadi, 1 minute. I'll just blow my... हा महोदय सारी अत्र साध्यः इति वह्निः वह्नि अभाववत् इति घटः घट साध्य अभाववत् अवृत्तित्वं घट घट अवृत्तित्वं वन् जले अस्ति इति कृत्वा इदानीं घटे जलमस्ति वा न वा नास्ति घटे नास्ति जलं जलमपि नास्ति वह्निः अपि नास्ति घटे जलमपि नास्ति घटे अस्तु तर्हि साध्य अभावत् इति घटः घटे ये आकाशः अस्ति खलु नो चेत् तत्र किमपि ग्रेन्स् अस्ति इति चिन्तयतु तण्डुलमस्ति इति चिन्तयतु तर्हि वृत्तित्वं कुत्र अस्ति तण्डुले अस्ति अवृत्तित्वं कुत्र अस्ति जले अवृत्तित्वं जले अस्ति सत्यं बट् द फैनल् कण्डिशन् साध्य अभावत् अवृत्तित्व अभावः भवेत् किल महोदय टु मेक् इट् अ विरुद्ध हेतु अत्र अभावः न वक्तुं शक्यते यदि यदि घटः इति अधिकरणं स्वीकरोति चेत् तत्र विरोधः न निरूपयितुं शक्यते ओके ओके ओके सो बै फैन् फैन् बट् देन् वि कान्ट् से पर्वतः वह्निमान् जलत्वात् इति निकषायां जलः इति जलम् इति जलम् इति विरुद्ध हेतु इति वक्तुं शक्यते वा देन् बिकास् इफ् यु फैण्ड् वन् कण्डिशन् आल्सो वेर् इट् इस् नाट् प्रूवबल् हौ केन् वि मेक् दट् स्टेट्मेण्ट् इन् दि अदर् अत्र विरोधः विरुद्धः इति कश्चन हेत्वाभासस्य वैविध्यमस्ति हेत्वाभासस्य कश्चन वैविध्यमस्ति तन्निरूपणार्थम् इत्युक्ते निरूपणार्थं निरूपणार्थम् इत्युक्ते तत् तत् तस्य बोधनार्थम् एतादृश उदाहरणं स्वीकृतं तावदेव दि ग्रन्थकारा हेस् टेकन् दट् कैण्ड् आफ् एन् एक्साम्पल् बै विच् वि विल् बि एबल् टु अण्डर्स्टाण्ड् वाट् डस् विरोध मीन् तर्हि इदानीं ह्रदः इति स्वीकरोति चेत् ह्रदे वह्निः नास्ति पर्वतः वह्निमान् जलात् इति अनुमानवाक्यं करोति चेत् तत्र पर्वते वह्निः नास्ति अतः साध्यसामानाधिकरण्यम् अस्ति नास्ति इत्युक्ते पर्वते न अत्र ह्रदः इति स्वीकरोतु ह्रदः इति स्वीकुर्मः अधिकरणत्वेन ह्रदे वह्निः नास्ति किन्तु जलमस्ति इति कृत्वा साध्यसामानाधिकरण्यं नास्ति तदनन्तरं ह्रदे वह्नि अभावः अस्ति किन्तु अवृत्तित्वं जले नास्ति अवृत्तित्वस्य अभावः एव जले अस्ति इति कृत्वा इदानीं ह्रदः इति अधिकरणत्वेन स्वीकृत्य अत्र विरोधः साधितः यदि घटः ह्रदस्य स्थाने घटः इति अधिकरणत्वेन स्वीकुर्मश्चेत् अत्र विरोधः न साधयितुं शक्यते तर्हि तत्र विरोधः नास्ति इति वदामश्चेत् आं विरोधः नास्ति तत्र भवतु बट् दि ऐडिया आफ् दि of the Granthakara is to explain, is to take such an example whereby he is explaining us the concept called Virodha. That's all. It does not mean. Ataha eva maya uktam. Parvataha vanyiman prameyatvat. Ityatra, iti ityasmin sandarbe prameyatvam dushta hetuho asti. Sarvam atra parvataha abideyavan prameyatvat. Ityasmin sandarbe prameyatvam sadhetuho asti. केवलान्वयी सन्धेतुः अस्ति तत् सो वाट् इस् बीङ्ग् यूस्ड् बै दिस् इस् सम्थिङ्ग् दट् आल् आफ् यू शुड् कीप् इन् मैण्ड् इन् फार् द रिमैनिङ्ग् आफ् दि हेत्वाभास प्रकरण दि ग्रन्थकार इस् गोयिङ्ग् टु टेक् दट् कैण्ड् आफ् अन् एक्साम्पल् अण्ड् हि इस् गोयिङ्ग् टु अस्यूम् दट् कैण्ड् आफ् अन् अधिकरण वेर् बै वि अण्डर्स्टाण्ड् दि कान्सेप्ट् दट्स् आल् वन्स् वि हेव् अण्डर्स्टुड् दि कान्सेप्ट् then we will be able to apply this where we are actually doing some inference ataha eva maya uktam purvam swami mahodaya mahodayam prati अभ्यासः कुर्मः अभ्यासः कुर्मः इति अभ्यासं कुर्मः इति मया उक्तं सो वि विल् टेक् अप् सम् 5 or 10 अनुमानवाक्यस् अण्ड् देन् यु हाव् टु से वाट् इस् दि प्राब्लम् देर् अण्ड् हौ इस् इट् दट् यु आर् प्रूविङ्ग् दि प्राब्लम् रैट् नौ दीस् एक्साम्पल्स् आर् कन्वीनियण्ट् एक्साम्पल्स् आर् टेकन् इन् आर्डर् टु मेक् अस् अण्डर्स्टाण्ड् दि कान्सेप्ट् तावदेव तर्हि ततः उपरि मा चिन्तयतु कृपया बुद्धं खलु अस्तु समीचीनं हा अग्रे सत्यभामा भगिनी आं महोदय तच्च लक्षणं पृष्ठसङ्ख्या 247 निरूपितं यत् विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वम् इति प्रकृते यत् पदेन साधारणहेतुभासः धर्तव्यः प्रमेय अग्रे गमनात् पूर्वं तच्च लक्षणं कस्य लक्षणं साधारणहेतुभासस्य न हेत्वाभासस्य लक्षणं साधारणहेत्वाभासः इति नास्ति हेत्वाभासस्य लक्षणं यद्विषयकत्वेन ज्ञानस्य अनुमितिः प्रतिबन्ध अनुमितिप्रतिबन्धकत्वं तत्त्वम् इति हेत्वाभासस्य लक्षणम् तर्हि इदानीं तद् लक्षणवाक्यं स्वीकृत्य अस्मिन् साधारणहेत्वाभाससन्दर्भे लक्षणं सङ्गच्छते वा न वा इति इदानीं परिशीलनम् अस्तु अग्रे पठतु प्रकृते हेतुभासः दत्तव्यं प्रमेयत्वं च प्रकृते वह्नि अभाववत् वृत्ति तत् विषयकः निश्चयः प्रमेयत्वं वह्नि अभाववत् वृत्ति इत्याकारकः प्रमेयत्वं वह्नि अभाववन् निरूपित वृत्तित्व अभाववत् इति व्याप्यंशे परामर्शं प्रति प्रतिबन्धकः भवति प्रतिबद्धबुद्धौ विशेषता अवच्छेदकं प्रमेयत्वं प्रतिबन्धकनिश्चये अपि तदेव उभयोः अपि भाव अभाव प्रकारकत्वं समानप्रकारकत्वम् अस्ति प्रतिबद्धे वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववत्त्वं प्रकारतावच्छेदकं प्रतिबद्धे वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभाववत्त्वं प्रकारतावच्छेदकं प्रतिबन्धके वह्नि अभाव अधिकरणनिरूपितवृत्तित्वत्वं प्रकारतावच्छेदकम् प्रमेयत्वं च अत्र किं किं वक्तव्यं महोदय महोदय प्रश्नं पृच्छतु अत्र कथं प्रतिबन्धकं एवं गच्छेम प्रथमं हेत्वाभासस्य लक्षणं किम् एकवारं पठतु अत्र स्थूलाक्षरैः लिखितं खलु यत् विषयकत्वेन ज्ञानस्य अनुमिति प्रतिबन्धकत्वं तत्त्वम् इति सत्यं तर्हि अत्र यत् विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वम् इति हेत्वाभासस्य लक्षणम् अस्मिन् सन्दर्भे यत् पदेन किं स्वीकर्तव्यं तदत्र दत्तमस्ति साधारणहेतुभासः धर्तव्यः इति सत्यं तर्हि यत् पदेन साधारणहेत्वाभासः अस्तु यद् विषयकत्वेन तर्हि अत्र साधारणहेत्वाभासस्य विषयः कः इति साध्य अभाववत् वृत्तित्वम् न इदानीम् अत्र साधारणहेत्वाभासे साधारणहेत्वाभासः इति इत्युक्ते किं साधारणहेत्वाभासः इत्यत्र किं भवेत् किं न भवेत् साध्य सामानाधिकरण्यं भवेत् साध्य अभाव अवृत्तित्वं न भवेत् पुनः उच्चारयतु साध्य सामानाधिकरण्यं भवेत् सत्यं साध्य अभा साध्याभाव अवृत्तित्वं न भवेत्। किमर्थम् अत्र वत् इति प्रत्ययं त्यजति सर्वदा? साध्यसामानि साध्याभाववत् अवृत्तित्वं न भवेत्। हा, तत्र वत् इति स्थातव्यम्। अस्तु, तर्हि साधारणहेत्वाभास इदानीं साध्यसामानादिकरणीयमिति त्यजेम, किमर्थम् इत्युक्ते तद् भवेत् खलु, भवेत्, तद् भवेत्, अतः तत् त्यजेम। साध्य साध्य अभाववत् अवृत्तित्वम् एव विषयः भवति। साध्य अभाववत् अवृत्तित्वं नास्ति चेत् तादृशहेत्वाभासः साधारणसाध्येत्वाभासः खलु। अस्तु, तर्हि इदानीं साध्य अभाववत् अवृत्तित्वं नास्ति इत्युक्ते साध्य अभाववत् वृत्ति किम्? साध्य अभाववत् वृत्ति किम्? साध्य अभाववत् वृत्ति हेतु अस्मिन् सन्दर्भे हेतुः कः? प्रमेयत्वं। तदेव अत्र लिखितं, प्रमेयत्वं च प्रकृते वह्निः अभाववत् वृत्ति। बुद्धं खलु? बुद्धं। हा, प्रमेयत्वं च प्रकृते, प्रकृते इत्युक्ते साधारणहेत्वाभासे प्रमेयत्वम् एव वह्नि अभाववत् वृत्ति इत्युक्ते साध्याभाववत् वृत्ति। प्रमेयत्वे साध्याभाववत् वृत्तित्वम् अस्ति। वृत्ति किम् इति चेत् प्रमेयत्वम् एव वृत्ति। तद्विषयकः निश्चयः प्रमेयत्वं वह्नि अभाववत् वृत्ति इति आकारकः। इत्युक्ते प्रमेयत्वम् इति साध्य अभाववत् वृत्ति अस्ति। प्रमेयत्वस्य तादृशज्ञानं प्रमेयत्वे वह्नि अभाववत् वृत्तित्वम् अस्ति इति तादृशज्ञानम् इत्युक्ते तद्विषयकः निश्चयः प्रमेयत्वं वह्नि अभाववत् वृत्ति इति आकारकः। प्रमेयत्वं वह्नि अभाववत् निरूपितवृत्तित्व अभाववत् इति व्याप्त्यंशे परामर्शे प्रतिबन्धकः भवति। प्रमेयत्वं वह्नि अभाववत् वृत्ति इति ज्ञानम् एव प्रतिबन्धकं भवति खलु। पर्वतमान् प्रमेयत्वात् इति इति अनुमिति अत्र पर्वतः वह्निमान् प्रमेयत्वात् इति अनुमितिस्थले किं ज्ञानं प्रतिबन्धकं भवति इति चेत् प्रमेयत्वं वह्नि अभाववत् निरूपितवृत्तित्व अभाववत् इति ज्ञानम् इत्युक्ते प्रमेयत्वं वह्नि अभाववत् वृत्ति इति ज्ञानमेव प्रतिबन्धकज्ञानं भवति। अस्तु, तर्हि इदानीं वह्नि अभाववत् वृत्ति प्रमेयत्वं वह्नि अभाववत् वृत्ति इति ज्ञानं कस्मिन् अंशे अस्माभिः दृष्टं खलु? तत्र हेत्वाभासः सप्त सप्त सप्त स्थले भवति इति, पक्षतावच्छेदके हेत्वाभासः कल्पयितुं शक्यते, साध्ये हेत्वाभासः कल्पयितुं शक्यते, साध्य अवच्छेदके साध्यता अवच्छेदके कल्पयितुं शक्यते, हेतौ हेतुतावच्छेदके पूर्वपक्षिव्याप्तेः सिद्धान्तव्याप्तेः इति सप्तसु स्थलेषु हेत्वाभासः कल्पयितुं शक्यते इति अपि अस्माभिः अधीतम्। तर्हि प्रमेयत्वं वह्नि अभाववत् वृत्ति इति आकारकं प्रतिबन्धकज्ञानं कस्मिन् अंशे अत्र हेत्वाभासं कारयति इति चेत् व्याप्त्यंशे, पूर्वपक्षिव्याप्त्यंशे हेत्वाभासं कारयति खलु। हा महोदय, पूर्वव्याप्तिः कुत्र व्याप्तेः प्रयोगः कुत्र क्रियते? अनुमितिज्ञाने वा परामर्शज्ञाने वा? परामर्शज्ञाने इति कृत्वा एवं लिखितम्, प्रमेयत्वं वह्नि अभाववत् निरूपितवृत्तित्व अभाववत् इति व्याप्त्यंशे परामर्शं प्रति प्रतिबन्धकः भवति। तर्हि यस्मिन् प्रमेयत्वं वह्नि अभाववत् वृत्ति इति ज्ञानमस्ति तस्मिन् परामर्शः एव न जायते। वह्नि व्याप्य प्रमेयत्ववान् पर्वतः इति परामर्शः एव न जायते। इति उक्तं. तदनन्तरं पश्यतु प्रतिबद्ध्यबुद्धौ विशेष्यता अवच्छेदकं, तत्र समान आकारकत्वं वक्तव्यं खलु. समान आकारकत्वं नाम किं? समानविशेषकत्वम् अपि च भावाभावप्रकारकत्वं. हा, एतत् सर्वं वक्तव्यं खलु, तदेव अत्र उक्तं. प्रतिबुद्ध्यबुद्धौ विशेष्यता अवच्छेदकं किं? प्रमेयत्वं. प्रमेयत्वत्वं. प्रमेयत्वत्वं. प्रमेयत्वम् इति विशेष्यमस्ति चेत् तस्मिन् विशेष्यता अस्ति. प्रमेयत्वे किमस्ति? प्रमेयत्वम् अस्ति. तर्हि प्रमेयत्वे विद्यमानविशेष्यतायाः अवच्छेदकः भवति प्रमेयत्वम्. प्रतिबन्धकज्ञाने अपि इदानीं प्रतिबन्धकज्ञानस्य आकारः कः? प्रमेयत्वं बह्नि अभावत् वृत्ति इति ज्ञानं खलु. तत्रापि प्रमेयत्वमेव विशेष्यमस्ति. तर्हि तत्रापि विशेषता अवच्छेदकं प्रमेयत्वमेव अस्ति इति कृत्वा समानविशेष्यता अवच्छेदकं निरूपितं. समानविशेष्यतं विशेष्यः निरूपितः उभयत्र. प्रतिबद्ध्यज्ञाने प्रतिबन्धकज्ञाने च विशेष्यः कः इति चेत् प्रमेयत्वं. विशेष्यता अवच्छेदकम् उभयत्र प्रमेयत्वम् एव. अस्तु, इदानीं भावाभावप्रकारकत्वम् अस्ति वा इति द्रष्टव्यं. तद्वदतु. प्रतिबद्ध्यज्ञाने वह्नि अभाव वह्नि अभाव वह्निः विषये इदानीं न चिन्तनीयमेव. इदानीम् अस्माकं चिन्तनं केवलं प्रमेयत्वस्य विषये एव. प्रमेयत्वं च वह्नि अभाववत् वृत्ति इति प्रकारकम् अवश्यं खलु महोदय? हा, प्रमेयत्वं वह्निः अभाववत् वृत्ति. सत्यं. तत् तदस्ति प्रतिबन्धकज्ञानस्य आकारः. सत्यं. तर्हि अत्र प्रकारः कः? वह्नि अभाववत् वृत्ति. उत्तमम्. इति प्रतिबन्धकज्ञाने. प्रथमं प्रतिबद्ध्यज्ञाने, प्रतिबद्ध्यज्ञाने प्रकारः कः इति वदतु. वह्नि अभाववत् वृत्तित्व अभावः. वह्निः अभाववत् अवृत्ति. अवृत्ति इति प्रतिबद्ध्यज्ञाने भवेत् प्रकारः. तस्य अभावः, तस्य अभावः इत्युक्ते वह्नि अभाववत् अवृत्तित्व अभावः इत्युक्ते वह्नि अभाववत् वृत्ति इति प्रतिबन्धकज्ञाने अस्ति. तर्हि भावाभावप्रकारकत्वम् अपि निरूपितं खलु? निरूपितं. तदनन्तरं प्रकारता अवच्छेदकं तदस्ति वह्नि अभाववत् वृत्तित्वत्वं प्रतिबन्धकज्ञाने प्रतिबद्ध वह्नि अभाववत् वृत्तित्वत्वं प्रतिबन्धकज्ञाने. प्रतिबद्धज्ञाने वह्नि अभाववत् अवृत्तित्वत्वं. तदस्ति प्रकारकमपि समानं भवति. वह्नि अभाव अधिकरणनिरूपित वृत्तित्व अभावत्वं इति प्रकारता अवच्छेदकं प्रतिबद्ध्यज्ञाने. प्रतिबन्धकज्ञाने वह्निः अभावत् वह्निः अभाव अधिकरण निरूपित वृत्तित्वत्वम् इति प्रकारतावच्छेदकं भवति. तर्हि सर्वे सर्वाः निकषाः पूरिताः सन्ति. तर्हि समानाकारकत्वं निरूपितम् इति कृत्वा तावद्बुद्धं खलु? बुद्धम्. अस्तु, समीचीनम्. तर्हि अग्रे पठतु. तथा च प्रमेयत्वत्वावच्छिन्न प्रकारता शाली प्रकारताशाली प्रकारताशाली बुद्धित्वावच्छिन्न प्रतिबद्धतानिरूपितप्रमेयत्वावच्छिन्न विशेषतानिरूपित प्रमेयत्वावच्छिन्न क्षम्यतां प्रमेयत्वावच्छिन्न विशेषतानिरूपित वह्न्यभावाधिकरणनिरूपितवृत्तित्वावच्छिन्नप्रकारताशाली निश्चयत्वावच्छिन्न प्रतिबन्धकता आश्रयः निश्चयः प्रमेयत्वं वह्नि अभावाधिकरणनिरूपितवृत्तित्ववत् इति निश्चयः. अत्र बहु दीर्घं वाक्यम् किन्तु यद् अस्माभिः चिन्तितं तदेव अत्र केवलम् एकस्मिन् वाक्ये लिखितं तावदेव. न्यायशैल्यां लिखितमस्ति. वयं तु न्यायवर्गे एव स्मः, तर्हि एव एतादृशमेव वक्तव्यं. प्रमेयत्वावच्छिन्न विशेष्यता, तर्हि विशेषता अवच्छेदकः अत्र उक्तः. प्रमेयत्वावच्छिन्न विशेषता निरूपित वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभावत्वा अवच्छिन्न प्रकारताशाली बुद्धित्वावच्छिन्न इत्युक्ते तत्र ज्ञानत्वं भवेत् खलु, तदेव प्रतिबद्धज्ञाने ज्ञानत्वं भवेत्, अतः बुद्धित्वं ज्ञानत्वमपि भवेत् तत् अपि च निश्चयत्वमपि भवेत्. प्रकारताशाली बुद्धित्वावच्छिन्न प्रतियोगित प्रतिबद्धतानिरूपित प्रमेयत्वावच्छिन्न विशेष्यतानिरूपित, तर्हि समानविशेषता अवच्छेदकत्वम् उक्तं. तदुक्तं चेत् समानविशेष्यः अपि उक्तः भवति. वह्नि अभावाधिकरणनिरूपितवृत्तित्वावच्छिन्नप्रकारताशाली निश्चयत्वावच्छिन्न प्रतिबन्धकताश्रयः निश्चयः प्रमेयत्वं वह्नि अभाव अधिकरणनिरूपितवृत्तित्ववत् इति निश्चयः इति आरम्भतः ये याः सामग्र्यः अस्माभिः अधीताः तत्सर्वं योजयित्वा, इत्युक्ते प्रतिबद्धज्ञाने अवच्छेदकं केवलं बुद्धित्वमेव भवेत्, किन्तु प्रतिबन्धकज्ञाने प्रमात्वम् अपि भवेत् निश्चयत्वम् अपि भवेत् इति एतत् सर्वं यत् अस्माभिः अधीतं तत्सर्वमत्र योजितं तावदेव इति निश्चयः. अग्रे अयं च प्रमेयत्वं वह्नि अभाव अधिकरणनिरूपितवृत्तित्वाभाववत् इति व्याप्ति बुद्धिं प्रति तदभाववत्तनिश्चयमुद्रया प्रतिबन्धको भवति. तावत् किञ्चित् वदतु. हेतुभासस्य मुद्रा अत्र दत्तमस्ति, तद् अभाववत्ता निश्चयमुद्रया. अत्र तद् इत्यनेन प्रतिबद्धज्ञाने यत् किम् अस्ति, यत् साध्यं हेतु अस्ति तद् प्रकारः तद् उक्तमस्ति, तदस्ति वह्नि साध्य अभाववत् साध्य अभाववृत्ति अभाववत् वृत्ति इति. व्याप्तिबुद्धिं प्रति तद् अभाववत्ता निश्चयमुद्रया तद् प्रतिबन्धकम् अस्ति. किं प्रति? तद् वह्नि अभाव अधिकरणनिरूपितवृत्तित्वाभावः. वह्नि अभाव अधिकरणमस्ति हृदः. उदाहरणस्वीकृत्य वदामः वा महोदय, अस्मिन् अधिकरणे निरूपितवृत्तित्व अभावः नास्ति खलु, वृत्तित्व अभावः ग्राह्यः इति, किन्तु सामान्य अधिकरणम् अस्ति खलु अत्र. न अत्र भवती किं करोति, यावत् पठितं तत्र किञ्चित् वदतु, नो चेत् अग्रे पठित्वा वदतु भवती. अत्र अग्रे पठति, अस्तु अग्रे पठतु, तदनन्तरं पश्यं. तत्पदेन वह्नि अभाव अधिकरणनिरूपितवृत्तित्व अभावः ग्राह्यः. तद् अभावः वह्नि अभाव अधिकरणनिरूपितवृत्तित्वं तद् अभावः वह्नि अभाव अधिकरणनिरूपितवृत्तित्वं तादृश अभाववत् प्रमेयत्वम् अभाववत्ता प्रमेयत्वे अन्ये अस्य निश्चयस्य च प्रमारूपत्वेन सम्भवति प्रकारदारभ्य विशेष्यपर्यन्तं प्रकारात् आरभ्य विशेषपर्यन्तं पदार्थनिरूपणं सा च पदार्थः वह्नि अभाववत् वृत्तिप्रमेयत्वं वृत्तिप्रमेयत्वं तस्यैव लक्षणे विद्यमानं यद् विद्यमानं यत् यत्पदं तेन ग्रहणं कृतम् इति तस्यैव लक्षणे विद्यमानं यत् यत्पदं तेन ग्रहणम् इति लक्षणघटकतत्पदेन अपि तदेव ग्रहणं ग्राह्यं तत्त्वं पुनः तत्रैव अस्ति इति हेतुभासलक्षणसमन्वयः तर्हि अत्र हेत्वाभासस्य हेत्वाभासलक्षणं यत् विषयकत्वेन ज्ञानस्य अनुवृत्तिप्रतिबन्धकत्वं तत्त्वम् इति हेत्वाभासस्य लक्षणस्य समन्वयः कृतः अत्र वदति वा तत्पदेन किम् इति तदभाववत्ता निश्चयमुद्रया इति उक्तं खलु अत्र तद्धितेन किम् तत् इत्यनेन वह्नि अभावत् वृत्तित्वम् इति प्रकारः उक्तः अस्ति वृत्तित्वाभावः प्रतिबद्धज्ञाने तदेव अस्ति तदुक्तम् वह्न्यभावत् वह्न्यभावत् वृत्तित्वाभावः निश्चेत् वह्न्यभावत् अवृत्तित्वं तस्य अभावः तदभावः इत्युक्ते वह्नि अभावत् वृत्तिः वृत्तित्वं खलु निरूपितं प्रमेयत्वं प्रमेयत्वमस्ति तदेव प्रतिबध्नादि अभाववत्ता प्रमेयत्वे अस्ति इति कृत्वा तदभाववत्ता निश्चयमुद्रया इत्युक्ते तदभाववत्ता कुत्र अस्ति इति चेत् प्रमेयत्वे अस्ति तर्हि तत्पदेन अत्र साध्य अभावत् अवृत्तित्वं स्वीकर्तव्यं साध्य अभावत् अवृत्तित्वं प्रमेयत्वे अस्ति वा नास्ति तर्हि साध्य अभावत् अवृत्तित्वस्य अभावः अस्ति प्रमेयत्वे तर्हि तदेव मुद्रा भवति तया मुद्रया इदानीं हेत्वाभासः निरूपितः भवति इति उक्तम् बुद्धं खलु अत्र किमस्ति चिन्तनं कथमस्ति इति बुद्धं किन्तु तत्र कथं निरूपयति यद्विषयकत्वेन ज्ञानस्य अनुवृत्तिप्रतिबन्धकत्वं तत्त्वम् इति तत्र लक्षणघटितपदानां पदान् उपयुज्य पदानि उपयुज्य हेत्वाभासस्य लक्षणं यदा समन्वयं कुर्मः तत्र किञ्चित् क्लेशः अस्ति तत् तु सर्वैः स्वेन करणीयमस्ति यु हाव् टु डू दिस् बै योर् सेल्फ़् अत्र चिन्तनं किम् अत्र कः क्लेशः पर्वतः वह्निमान् प्रमेयत्वात् इत्यत्र कः क्लेशः अस्ति इति चेत् साध्याभावत् अवृत्तित्वं हेतौ न निरूपितम् इति तद् सर्वैः बुद्धम् इति मम विश्वासः अस्ति किन्तु यद्विषयकत्वेन ज्ञानस्य अनुवृत्तिप्रतिबन्धकत्वं तत्त्वम् इति लक्षणं लक्षणसमन्वयः करणीयः अस्ति तदेव अत्र दीर्घवाक्येन कृतमस्ति प्रयत्वत्वावच्छिन्नविशेषता निरूपित इति आरभ्य तत्तु सर्वैः स्वेन करणीयम् इति मम चिन्तनं यु हाव् टु डू दिस् युवर् सेल्फ़् बिकास् दिस् केनाट् बि एक्स्प्लेन् ऐदर् यु अण्डर्स्टाण्ड् इट् यु डु नाट् अण्डर्स्टाण्ड् अस्तु सत्यं सत्यं तदेव मुख्यं इफ् यु केन् अण्डर्स्टाण्ड् द कान्सेप्ट् दट् इस् ग्रेट् बट् देन् यु शुड् ट्रै टु पुट् इट् अक्रास् लैक् दिस् आल्सो भवतु इफ् यु केन् डू इट् वित् द न्यायभाषा इट् इस् फैन् बट् मोस्ट् इम्पार्टेण्ट् इस् टु अण्डर्स्टाण्ड् दि कान्सेप्ट् यदि सिद्धान्तः बुद्धः अस्ति तत् पर्याप्तमस्ति तर्हि यत्किमपि किं अनुमानवाक्यम् अहं वदामि तत्र परिशीलनं कर्तुं शक्यते खलु तावदेव अस्तु अग्रे गच्छेम स्वामिमहोदय पठति वा अग्रे एतौ धन्यवादः एतौ महोदय वदामि किन्तु एतौ दुष्टत्वसम्पादन एतौ दुष्टत्वसम्पादनप्रकार परन्तु लक्षणानुसारेण प्रतिबन्धकज्ञानविषये वह्याभाववत् वृत्तिप्रमेयत्वे लक्षणसमन्वये अपि शुद्धस्य प्रमेयत्वस्य हेत्वाभासत्वं हेत्वाभासत्वम् एतावता नैव लभ्यते अतः लक्षणमिदं दोषस्य तद्वान् यः सः दुष्टः हेत्वाभासः इति प्रदर्शने प्रकृते प्रमेयत्वे समन्वयः भवति अग्रेपि पठतु युज्यते च एतत् लोकैः चौर्यं दोषः तद्वान् कश्चित् दुष्टः इति उच्यते असूया दोषः तद्वान् कश्चिच्च दुष्टः इत्युच्यते तद्वदेव प्रतिबन्धकज्ञानविषयः दोषः सम्प्रदायसिद्धं लक्षणमपि तस्यैव तद्वान् यः सः दुष्टः प्रकृतहेतुः इति सम्भवति दुष्टे सङ्गमनं लक्षणस्य एतौ दुष्टत्वसम्पादनप्रकारः अस्तु प्रथमं किं कुर्मः अत्र लोके उदाहरणं दत्तमस्ति किल दृष्टान्तः दत्तमस्ति किल तद् अवगच्छेम तत्र किं लिखितमस्ति लोके चौर्यं दोषः इति तेन किं तद्वान् कश्चित् दुष्टः इत्युच्यते कोऽपि दुष्टः इति चौर्यवान् अस्ति चेत् सः दुष्टः इति हेतुः अस्ति हा अत्र वस्तुतः आशयः कः इति चेत् कोऽपि एषः दुष्टः इति वदामश्चेत् किमर्थं भवान् वदति एषः दुष्टः इति किमर्थमिति चेत् तस्मिन् चौर्यम् इति दोषः अस्ति सः चोरं करोति चौर्यं करोति इति कृत्वा वस्तुतः सः दुष्टः इत्युक्ते सः तु पुरुषः किन्तु तस्मिन् दुष्टत्वं कल्पितं किमर्थम् इति चेत् सः चौर्यं करोति इति कृत्वा यद्यपि चौर्यमेव दोषः वस्तुतः दोषः कः इति चेत् चौर्यमेव दोषः किन्तु तद्वान् चौर्यवान् अपि दुष्टः इति यदा वदेम एवम् अत्र असूया इति कश्चन दोषः अस्ति जलसि किन्तु असूया यस्मिन् अस्ति वस्तुतः दोषः कः इति चेत् असूया एव दोषः किन्तु असूया यस्मिन् अस्ति तर्हि असूयावान् दुष्टः इति यथा उच्यते तथा अत्रापि इदानीं वदतु अत्रापि इत्युक्ते किम् प्रतिबन्धकत्वात् इत्यस्मिन् सन्दर्भे कुत्र अस्ति महोदय तद् न इत प्रकृतविषयः कः इदानीं पर्वतः वह्निमान् प्रमेयत्वात् इति एव प्रकृत अनुमानमस्ति खलु तत्र हेतुः कः प्रमेयत्वम् इति वक्तव्यं प्रमेयः इति मा वदतु प्रमेयत्वं पर्वतः वह्निमान् प्रमेयत्वात् इति वाक्यं तर्हि हेतुः कः प्रमेयत्वं हा तर्हि यद्यपि प्रमेयत्वम् इति शुद्धमस्ति तस्मिन् अस्मिन् सन्दर्भे पर्वतः वह्निमान् प्रमेयत्वात् तत्र प्रमेयत्वं हेतुत्वेन स्वीकृत्य यदि पर्वते वह्निं साधयितुमिच्छामः प्रमेयत्वे कश्चन दोषः अस्ति कः दोषः इति चेत् यद्विषयकत्वेन ज्ञानस्य अनुवृत्तिप्रतिबन्धकत्वं तत्त्वम् अत्र मुद्रा अस्ति खलु तद् अभाववत्ता निश्चयमुद्रा कुत्र अस्ति प्रमेयत्वे अस्ति तर्हि दोषः अस्ति इति कृत्वा तदभाववत्ता निश्चयः प्रमेयत्वे अस्ति इति कृत्वा इदानीं प्रमेयत्वं दुष्टहेतुः जातः यथा यद्यपि चौर्यं दोषः अस्ति तद्वान् दुष्टः भवति तथा तदभाववत्ता निश्चयमुद्रा प्रमेयत्वे अस्ति तदभाववत्ता निश्चयमुद्रा एव दोषः अस्ति किन्तु तद्वान् कः इति चेत् तद्वत् कः इति चेत् प्रमेयत्वम् अस्ति इति कृत्वा प्रमेयत्वं दुष्टः हेतुः इति वदेम इति अत्र उक्तं तावदेव तद्वान् यः दुष्टः प्रकृतिहेतुः प्रमेयत्वम् इति सम्भवति दुष्टे सङ्गमनं लक्षणस्य प्रश्नः कः इति चेत् यः परिच्छेदः सत्यभामा भगिन्या पठितं तत्र दोषः कः इति एव उक्तं किन्तु किं निरूपणीयं प्रमेयत्वं दुष्टहेतुः इति निरूपणीयम् एतावत्पर्यन्तं किं निरूपितं दोषः कः इति निरूपितं तर्हि दोषः कः इति निरूपितं चेत् कथं वा प्रमेयत्वं दुष्टहेतुः भवति इति चेत् तादृशदोषः कुत्र अस्ति प्रमेयत्वे अस्ति इति कृत्वा तर्हि प्रथमं दोषः कः इति वक्तव्यं तदनन्तरं दोषवान् अयं हेतुः दोषवान् अस्ति इति कृत्वा दुष्टहेतुः भवति इति कृत्वा हेत्वाभासः हेतौ कल्पयितुं शक्यते इति अत्र उक्तं बुद्धं किम् प्रतिबन्धकज्ञानं किं प्रतिबन्धज्ञानविषये दोषः अस्ति इति प्रतिबन्धकज्ञानस्य विषयः यदस्ति सः एव दोषः उत्तमम् तद् दोषः अस्ति न तु दुष्टः अस्ति दुष्टः इत्युक्ते दुष्टः दोषः अनयोः मध्ये कः भेदः यस्मिन् दोषः अस्ति सः दुष्टः उत्तमं तर्हि प्रतिबन्धकज्ञानस्य विषयः यदस्ति स च विषयः किं निरूपयति दोषं निरूपयति न तु दुष्टं तावत् प्राप्तं तर्हि इदानीम् इतोपि एकं सोपानम् अग्रे गन्तव्यं तत् किं दोषवान् दोषं निरूप्य तादृशदोषवान् अयं हेतुः इति निरूपयामश्चेत् इदानीं दुष्टहेतुत्वं सम्पादितम् अस्ति हेत्वाभासः निरूपितः भवति इति उक्तम् अग्रे पठतु महोदय प्रकृते च वह्न्याभाववत् वृत्तिप्रमेयत्वरूपः यः प्रतिबन्धज्ञानविषयः सः प्रकृतहेत्वाभासे प्रमेयत्वे अस्ति प्रमेयत्वम् ईश्वरीयज्ञानविषयत्वम् इति उक्तं केवलान्वयीप्रकरणे तच्च केवलान्वयी इति अपि अभिहितं तर्हि तत् स्वस्मिन् अपि सुतरां भवति अतः दोषवत्वात् प्रमेयत्वं दुष्टम् इति व्यवहारः सम्यक् उपपद्यते एतादृशनिरूपण सौकर्यम् आलोच्य एव मूलकारणे अपि मूलकारेण अपि सः आदौ मूलकारेण इत्युक्ते तर्कसङ्ग्रहकारेण इति अर्थः आदौ निर्दिष्टः अस्तु अस्मिन् परिच्छेदे किमुक्तम् वह्न्याभाववत् वृत्ति प्रमेत्वरूपः यः प्रतिबन्धज्ञानविषयः अस्तु प्रतिबन्धज्ञानविषयः सः प्रकृतहेत्वाभासे प्रमेयत्वे प्रतिबन्धकज्ञानविषयः कः इत्युक्ते प्रतिबन्धकज्ञानस्य आकारः कः हरिः ओम् वन् महोदय प्रतिबन्धज्ञानं व्याप्यः नास्ति अत्रैव दत्तमस्ति खलु महोदय वह्नि अभाववत् वृत्तिप्रमेयत्वम् इति प्रतिबन्धकज्ञानम् प्रमेयत्वं वह्नि अभाववत् वृत्तिः इति ज्ञानम् एव प्रतिबन्धकज्ञानं भवति बुध्यते वा हा आं महोदय सत्यं वह्नि अभाववत् प्रमेयत्वम् इति हेतुः प्रकृतिहेतुः वह्निः अभाववत् वृत्ति इति ज्ञानम् एव प्रतिबन्धकज्ञानमस्ति प्रतिबन्धकज्ञानस्य आकारः कः इति चेत् प्रमेयत्वं वह्निः अभाववत् वृत्ति इति प्रतिबन्धकज्ञानस्य आकारः अस्ति अस्तु तर्हि इदानीं सः एव दोषः अस्ति प्रमेयत्वं वह्निः अभाववत् वृत्ति तदभाववत्ता निश्चयमुद्रया इत्यत्र एषः एव दोषः अस्ति स च दोषः कुत्र अस्ति प्रमेयत्वे अस्ति खलु वह्निः अभाववत् वृत्ति इति दोषः प्रमेयत्वे अस्ति तर्हि इदानीं प्रमेयत्वं दुष्टहेतुः जातः तावत् बुद्धं वा बुद्धं महोदय दोषवान् तर्हि इदानीं कोऽपि पृच्छति भोः प्रमेयत्वं नाम किं प्रमेयत्वम् इत्युक्ते किम् अस्माभिः कथम् उक्तं किमुक्तं प्रमेयत्वम् इत्युक्ते किम् इति ईश्वरीयज्ञानविषयत्वं हा ईश्वरीयज्ञानविषयत्वं प्रमेयत्वं खलु पूर्वं तथैव उक्तं हा पूर्वं तथैव उक्तं तर्हि इदानीं वयं किं कुर्मः ईश्वरीयज्ञानस्य यः विषयः अस्ति तस्मिन् दोषत्वं कल्प्यते खलु कथं वा ईश्वरीयज्ञानस्य विषये दोषत्वं कल्पयति भवान् इति पूर्वपक्षी पृच्छति ईश्वरीयज्ञानस्य विषये दोषः न भवितुमर्हति खलु महोदय तदेव मम मनसि अपि हा तर्हि तत्र कथञ्चित् साधनीयमस्ति तत् कथं साधितम् इति चेत् तर्हि तत् स्वस्मिन् अपि सुतरां भवति इत्यस्य अर्थः कः स्वस्मिन् इत्युक्ते किम् तत् स्वस्मिन् तत् इत्यनेन किं स्वीकर्तव्यं स्वस्मिन् इत्यनेन किं स्वीकर्तव्यम् तत् प्रमेयत्वं समीचीनं प्रमेयत्वम् इदानीं प्रमेयत्वं प्रमेयत्वे अस्ति वा न वा हा अस्ति महोदय तदेव दोषः इति उक्तम् दोषवत्वात् प्रमेयत्वं दुष्टमिति व्यवहारः सम्यक् उपपद्यते अत्र पश्यतु प्रमेयत्वम् ईश्वरीयज्ञानविषयत्वम् इत्युक्तं केवलान्वयि प्रकरणे तच्च केवलान्वयी इत्यपि अभिहितम् तर्हि तत् स्वस्मिन्नपि सुतरां भवति केवलान्वयित्वम् अपि स्वस्मिन् प्रमेयत्वे तत् स्वस्मिन्नपि सुतरां भवति अतः दोषवत्वात् प्रमेयत्वं दुष्टमिति व्यवहारः सम्यक् उपपद्यते प्रमेयत्वं केवलान्वयी इति अपि अभिहितम् तर्हि अभिहितम् इति उक्तं खलु तर्हि अभिधेयत्वं प्रमेयत्वे अपि अस्ति अत्र केवलान्वयस्थले अनुमानं किमासीत् घटः अभिधेयः प्रमेयत्वात् इति आसीत् खलु महोदय घटः अभिधेयः प्रमेयत्वात् तर्हि अत्र अत्र पक्षः कः घटः घटः अभिधेयः प्रमेयत्वात् इति इति इति अनुमाने पक्षः कः घटः हा साध्यं किम् अभिधेयत्वं हा समीचीनम् अभिधेयत्वं हेतुः कः प्रमेयत्वात् प्रमेयत्वम् इति हेतुः प्रमेयत्वं हा इदानीं पश्यन्तु सर्वे घटः इति पक्षः भवतु अभिधेयत्वमिति साध्यं प्रमेयत्वम् इति हेतुः इदानीं प्रमेयत्वे अभिधेयत्वमस्ति वा न वा अस्ति महोदय इति दोषः इति दोषः अभिधेयत्वम् इति साध्यं हेतौ अपि अस्ति इति कृत्वा अतः दोषवत्वात् प्रमेयत्वं दुष्टम् इति व्यवहारः सम्यक् उपपद्यते इति निरूपितं तच्च केवलान्वयी इत्यपि अभिहितम् इत्यत्रैव अस्ति केवलान्वयी इति अभिहितं तत्ति तत् स्वस्मिन् अपि सुतरां भवति प्रमेयत्वे अभिहितत्वमस्ति अभिहितत्वात् प्रमेयत्वमिति वदेम खलु बुद्धं वा न वा तत्र आङ्ग्लभाषा चेत् प्रमेयत्वं प्रमेयत्वं नाम किम् द थिङ्ग् टु बि नोन् देट् विच् केन् बि नोन् क्वालिटि हा प्रमेयत्वम् एक्सिस्ट् इन् दो ऐ आल् दोस् थिङ्ग्स् दट् केन् बि नोन् करेक्ट् अभिधेयत्वं नाम किम् आफ् बीङ्ग् नोन् न यु आर् सेयिङ्ग् द सेम् थिङ्ग् फार् बोत् वाट् इस् द डिफरेन्स् बिट्वीन् प्रमेयत्वम् अण्ड् अभिधेयत्वम् वर्षा भगिनी किञ्चित् सायं करोतु अत्र अभिधेयत्वम् इत्युक्ते प्रापर्टि आफ् बीङ्ग् नेम्ड् द प्रापर्टि आफ् बीङ्ग् नोन् इस् प्रमेयत्वं दि प्रापर्टि आफ् बीङ्ग् नेम्ड् इस् अभिधेयत्वम् ओके नौ इन् प्रमेयत्वं बिकास् यु हाव् नेम्ड् प्रमेयत्वं संथिङ्ग् काल्ड् द प्रापर्टि आफ् बीङ्ग् नोन् यु हाव् नेम्ड् दट् प्रापर्टि एस् अभिधेयत्वं न एस् प्रमेयत्वं रैट् सो अभिधेयत्वं प्रमेयत्वे अस्ति वा न वा अस्ति महोदय इति दोषः इति दोषः इति दोषः सो द क्वश्चन् दट् दि पूर्वपक्षी इस् आस्किङ्ग् हौ केन् यु से संथिङ्ग् दट् इस् ईश्वरीयज्ञानस्य विषयः तत्र दोषत्वं कथं कल्प्यते इति चेत् भोः एतादृशमहं कल्पयामि प्रमेयत्वे अभिधेयत्वमस्ति तदेव अत्र उक्तं तर्हि तत् स्वस्मिन्नपि सुतरां भवति तत् अभिधेयत्वम् अभिहितत्वम् अभिधेयत्वं स्वस्मिन् प्रमेयत्वे अपि सुतरां नितरां भवति निश्चयेन भवति इति कृत्वा अतः दोषवत्वात् प्रमेयत्वं दुष्टमिति व्यवहारः सम्यक् उपपद्यते एतादृशनिश्चयरूप एतादृशनिरूपणसौकर्यम् आलोच्य एव मूलकारेणापि सः आदौ निर्दिष्टः अस्ति प्रथमम् एतत् सर्वम् उक्तम् इति लिखितम्. अस्तु, बुद्धं खलु? आं महोदय, धन्यवादः. थेङ्क् यू फोर् दट्. सी, द प्रापर्टी आफ् बीयिङ्ग् नोन् इस् प्रमेयत्वं, द प्रापर्टी आफ् बीयिङ्ग् नेम्ड् इस् अभिधेयत्वं, द प्रापर्टी आफ् बीयिङ्ग् नोन् केन् आल्सो बि नेम्ड्, and the property of being named can also be known. Iti tatra tatra doshah kalpayitum shakyate. Yadyapi ishvariya vishayah asti, ishvariya jnanasya vishayah asti, tasmin api doshatvam kalpayitum shakyate. Iti krutva atra dushtam iti vyavaharah samyak eva. Itite prameyatvam dushtah iti uktam karu. Atra parvatah vanniman prameyatvat इत्यत्र प्रमेयत्वं दुष्टः, दुष्टं, दुष्टः नास्ति, दुष्टम् इति उक्तं. कथं वा ईश्वरीयज्ञानविषये दुष्टत्वं वक्तुं शक्यते इति चेत् एतादृशमेव इति भवतु. अत्र तु तदभावता निश्चयमुद्रया एव दोषः कल्पितः अस्ति, दोषः निरूपितः, दोषवान् प्रमेयत्वम् इति कृत्वा अत्र अत्र दोषः कल्पितः अस्ति, दुष्ट दुष्टत्वं कल्पितमस्ति. सामान्यतया अपि एतादृशमपि तत्र दुष्टत्वं दोषवत्त्वं वक्तुं शक्यते इति कृत्वा दोषवत्त्वात् प्रमेयत्वं दुष्टमिति व्यवहारः सम्यक् उपपद्यते इति उक्तम्. महोदय, ऐ हेव् अ डौट् महोदय. इन् द प्रीवियस् थिङ्ग् इट् इस् क्लियर् महोदय, तत् साध्यभाव प्रवृत्ति तु स्वभावः इति, दट् पार्ट् इस् क्लियर्, बट् हियर् दिस् पायिण्ट् इस् नाट् क्लियर्. वै इस् इट् अभिधेयत्वं? The property of being named is there, and the property of being known, and the property of being known is there, and the property of being named, which is why it is called Kevala Anvayi, which is perfectly clear. Why should that become, lead to a dosha in Prameyatvam? That is not clear. Because, see, normally, Hetau, Hetutvam, Hetuta eva bhavati, Sadhyata na bhavati, kalu. Normally, Hetau, Hetutvam bhavati, साध्ये साध्यत्वं भवति. किन्तु इदानीम् तर्हि इदानीं साध्यं किम्? अभिहितः, अभिहितत्वम्, अभिहितत्वं हेतौ अस्ति, अपि च प्रमेयत्वम् इति हेतुः, प्रमेयत्वं साध्ये अपि अस्ति इति दोषः. नार्मलि इट् डजन् कम् लैक् दट्. भूमेत्वमस्ति, वन्यत्वं नास्ति. हां महोदय, बट् देर् इस् नथिङ्ग् राङ्ग् इफ् यु हेव् म्यूचुवलि प्रूवबल् भवति खलु. दोषः इस् यु केनाट् यूस् वन् फार् दि अदर् अस् द हेतु. सि, यु आर् टेकिङ्ग् धूम विच् इस् डिफरेण्ट् फ्रोम् वन् हि, अण्ड् देन् यु केन् डू निरूपणम् आफ् धूम. Even in a case where the hetu is available only in the paksha, prithivi, itarebhyah, atara kimasit, itarebhyah bhedavati, gandhavatvat, atara gandhavatvam kevalam prithivyam eva labhyate, kintu sadhyam bhinnamasti, itarebhedavati, iti sadhyam bhinnamasti. Only in the Kevalanvayi sthala you have this strange combination where the sadhyam is there on the hetu and the hetu is also there on the sadhyam. Generally, you don't have such scenario. Yes, Madhav. So the Ashya is to say that if it is Kevalanvayi, the hetu is dushta hetu. If there is Kevalanvayi relationship between the sadhya and the hetu, the hetu is dushta hetu iti bhavati va, because there is no way of proving iti va. I didn't understand the intent. Atra question was prameyatvam ishvariya jnana vishayatvam iti uktam kevalanvayi prakarane tacha kevalanvayi ityapi abihitam tarhi tat swasmin api bhavati sutaram bhavati atah doshavatvat prameyatvam dushtam iti vyavaharah samyak upapadyate iti likitam. So the way I understood it is, your question is very valid. The way I understood it is, how can, atrah pashyatu, purasmin pute, ekam, punaha patavi, parantu, lakshana anusarena, pratibandhaka jnana vishaye, vanhi abhavavat vrittitva prameyatve, लक्षणसमन्वये अपि शुद्धस्य प्रमेयत्वस्य हेत्वाभासत्वम् एतावता नैव लभ्यते. शुद्धस्य प्रमेयत्वस्य इति उक्तं खलु, प्रमेयत्वं शुद्धमस्ति, तर्हि तत्र कथं दोषः कल्पनीयः इति प्रश्नः उदेति इति मया अवगतम्. And there I understood that ईश्वरीयज्ञानस्य विषयः यदस्ति तत्सर्वं शुद्धमेव भवति, तर्हि तस्मिन् ईश्वरीयज्ञानविषयत्वे कथं वा दोषत्वं कल्पयितुं शक्यते इति प्रश्नः आसीत्. तत्र अभिधेयत्वं प्रमेयत्वे भवति इति दोषः अस्ति इति मया उक्तम्. What I shall do is just to be sure that I have explained it rightly, I will listen to the Moola class also and see how this portion has been handled. Otherwise, I will seek some assistance from Anidravat Shastriyal and I will update you in next class. But there seems to be an Anyonya Ashraya here. Therefore, that is basically what is called Doshavatvam. So, but your question is, तर्हि केवलान्वयि अनुमानम् इदानीं दोषपूर्णं वा? तर्हि अत्र अत्र क्लेश अत्र अस्तु, एकनिमिषं स्वीकृत्य चिन्तयेम. घटः अभिधेयः प्रमेयत्वात्, तर्हि इदानीं साध्यसमानादिकरणीयमस्ति वा? अभिधेयत्वं यस्मिन् अस्ति घटे तस्मिन् प्रमेयत्वमपि अस्ति इति कृत्वा साध्यसमानादिकरणीयमस्ति. किन्तु साध्य अभावात् आवृत्तित्वमस्ति वा? साध्यम् अभिधेयत्वं, साध्य अभावः अभिधेयत्व अभावः, अभिधेयत्व अभावः अभिधेयत्व अभाववत् किमपि अस्ति वा? नास्ति. किमर्थम्? अभिधेयत्व अभावः अप्रसिद्धः अस्ति, सर्वम् अभिधेयत्वात् इति कृत्वा अभिधेयत्व अभावः इति किमपि वस्तु नास्ति इत्यतः अभिधेयत्व अभाववत् इति किमपि न द्रष्टुं न दर्शयितुं शक्यते. तर्हि अभिधेय अभाववत् इति अपि नास्ति चेत् अभिधेय अभाववति वृत्तित्वं वा अवृत्तित्वं वा इति कथं वा चिन्तनं भवति इति कृत्वा इदानीं साध्य अभावत् अवृत्तित्वं प्रमेयत्वे अस्ति वा न वा इति चेत् न वक्तुं शक्यत्येव, तावद् न गन्तुं शक्यते. साध्य अभाववत् इति पदार्थः एव न लभ्यते इति कृत्वा साध्य अभावत् अवृत्तित्वं नो चेत् वृत्तित्वम् इति न वक्तुं शक्यत्येव इति क्लेशः भवति. तर्हि इदानीं साध्य अभावत् अवृत्तित्व अतः एव अत्र साध्य अभावत् अवृत्तित्वम् इति पूर्वपक्षी पूर्वपक्षव्याप्तिः अस्ति खलु. तर्हि केवलान्वयस्थले पूर्वपक्षिव्याप्तिः न उपयोक्तव्यः, अतः एव सिद्धान्तव्याप्तिः कल्पितः अस्ति. अस्तु, सिद्धान्तव्याप्तिः अस्ति वा न वा इति पश्येम. हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगित्वम् अप्रतियोगी साध्यसामानाधिकरण्यम् इति सिद्धान्तव्याप्तिः अस्ति. अत्र हेतुः प्रमेयत्वमस्ति, हेत्वधिकरणं हेत्वधिकरणमस्ति घटः, हेत्वधिकरणनिष्ठ अत्यन्त अभाव तत्र अत्यन्त अभावः, घटे बहवः अत्यन्त अभावाः सन्ति, तेषाम् इदानीं घटे पटः नास्ति इति कृत्वा घटपट अत्यन्त अभावः घटे अस्ति. तर्हि पट अत्यन्त अभावः अत्यन्त पट अत्यन्त घटे विद्यमानपट अत्यन्त अभावस्य प्रतियोगी घटः अस्ति, क्षम्यतां पटः अस्ति, पटे प्रतियोगित्वमस्ति. अप्रतियोगित्वं कुत्र अस्ति? प्रमेयत्वे अस्ति. तर्हि हेतु अधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी किं? प्रमेयत्वम्. तर्हि तत्र साध्यसामानादिकरण्यमपि अस्ति वा इति चेत् अस्ति इति कृत्वा हेत्वधिकरणनिष्ठ साध्य अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यं प्रमेयत्वे निरूपितं भवति. तर्हि अतः एव सिद्धान्तव्याप्तिः स्वीकृतः. तर्हि निगमनं किम् इति चेत् सिद्धान्तव्याप्तिं स्वीकृत्य यदि वदेम तदा केवलान्वयी अन्वयः केवलान्वयी अनुमानं समीचीनमेव. केवलान्वयी अनुमानं दोषवत् इति प्रायः न वक्तुं शक्यते. That was your question, whether what is the intent of this discussion, whether is it to prove that Kevalanvayi Anumanam is wrong. No, then because Kevalanvayi Anumanam has been now proven by the Parishkrita Vyapti, Siddhanta Vyapti Dvara, Atra Sadhya Samanadikaranam api nirupitam, Vyapti hi api nirupitam, tarhi paramarshah jayate, parapakshadarbata api asti, Vyapti hi api asti, hetau, iti kritva paramarshah jayate. परामर्शः जायते चेत् तत्र अनुमितिः जायत्येव. सो दट् अनुमानम् इस् नाट् राङ्ग्, इट् इस् करेक्ट्, बट् यु हाव् टु नौ से प्रमेयत्वं दुष्टः इति वक्तव्यं. शुद्धस्य प्रमेयत्वे अत्र किमर्थं शुद्धः इति उक्तम् इति चेत् ईश्वरीयज्ञानविषयः अस्ति. यद् ईश्वरीयज्ञानविषयः अस्ति तत् कथं वा दुष्टः भवति इति प्रश्नः. तदेव पूर्वपक्षिणः प्रश्नः अस्ति यथा मया उक्तम्. सो इन् आर्डर् टु एस्टाब्लिश् दोषत्वं तत् कथम् इति चेत् अभिधेयत्वं प्रमेयत्वे अस्ति, अपि च प्रमेयत्वम् अपि प्रमेयत्वे अस्ति. तदपि वक्तुं शक्यते, प्रमेयत्वमपि प्रमेयत्वे अस्ति. सो देन् इट् बिकम्स् वाट् यु काल् इन्फिनिट् रिग्रेस्. तर्हि तत् स्वस्मिन् अपि सुतरां भवति, निश्चयेन भवति. तच्च केवलान्वयपि इत्यपि अभिहितं, तर्हि तत् स्वस्मिन्नपि सुतरां भवति. सो दि ओन्ली थिङ्ग् दट् ऐ हेव् टु एक्सामिन् इस् वेदर् वाट् इस् द दोषवत्वम्. इस् इट् दट् प्रमेयत्वे अभिधेयत्वम् अस्ति इति कृत्वा तस्मिन् दोषवत्वं वा, नो चेत् प्रमेयत्वे अपि प्रमेयत्वम् अस्ति इति कृत्वा दोषवत्वं वा. दट् इस् दि ओन्ली थिङ्ग् दट् ऐ हेव् टु चेक्, विच् ऐ शेल् कन्फर्म् इन् द नेक्स्ट् क्लास्. अस्तु, अत्र स्थगयेम. सर्वेभ्यो नमस्कारः.